नमस्कारः. पाणिनीयव्याकरणवर्गे स्वागतं. कर्मणि भावे च इति पाठः. तत्र महोदयस्य प्रश्नः आसीत्, तत्र वयं कृ धातोः विषये गतसप्ताहे दृष्टवन्तः किल. तत्र ऋकारान्तधातुः तत्र रीङ्क्षयङ् लिङ्क्षु इत्यनेन तत्र ईत्वं किल, रीङ्क्षयङ् लिङ्क्षु तत्र ईत्वं भवति. तत्र यथा तत्र पूर्वमेव एकं सूत्रम् आसीत्, जन् धातुः वा जीयते इति रूपं कुत्र आसीत्, अकृत्सार्वधातुकयोः दीर्घः इति एकं पृष्टवन्तः. जीयते इति रूपं दीर्घत्वं प्राप्नोति किल, तादृशमेव इदानीं यदा कृ धातुः स्वीकुर्मः तत्र रीङ्क्षयङ्लिङ्क्षु इति कृत्वा पुनः किमर्थम् अकृत्सार्वधातुकयोः दीर्घः इत्यस्य प्रसक्तिः किमर्थं न स्यात् इत्येव प्रश्नः. प्रश्नः समीचीनः एव. तत्र उत्तरम् अस्ति, रीङ्क्षयङ् लिङ्क्षु इत्यत्र पाणिनिना रिङ् इति उक्तत्वात् सूत्रविधानसामर्थ्यात् तत्र दीर्घत्वं न भवति इत्येव, तावदेव तत्र उत्तरम्. तत्र यदा वयं सूत्रक्रमं पश्यामः, अकृत्सार्वधातुकयोर्दीर्घः इति पूर्वम्, अनन्तरं तत्र रिङ् ऋतः इति 7427 अनन्तरं रीङ्क्षयङ् लिङ्क्षु इति भवति. अतः तत्र सूत्रविधानसामर्थ्यात् तत्र दीर्घत्वं न भवति. पाणिनिना एव रिङ् इति उक्त्वा तत्र न दीर्घत्वं न भवति. क्रियते इति आगच्छति चेत् तादृशमेव तत्र रीङ्क्षयङ् लिङ्क्षु इत्यनेन रिङ् आदेशः, क्षम्यताम् ईकारः न, रिङ् आदेशः कृत्वा तादृशमेव तिष्ठति, क्रियते इति. तदेव प्रश्नः आसीत्. स्पष्टमस्ति वा भगिनि? No, I'll hear the recording again, bagini. न तत्र क्रि इति क्री क्री भवति खलु, क्री इत्यस्य क्री भवति, क्रियोग यक् इति अस्ति, य इति अस्ति, कृ कृ ऋकार ऋकार दीर्घ ऋकार न ऋकारस्य कृ करोति करोति इत्यस्य क्री इति क्रियते इति खलु, क्री इति अस्ति इदानीं, क्री इति अस्ति रिङ्क् लिङ्क्षु इत्यनेन. यदा क्री भवति तर्हि इकारान्त अस्ति, धातु एव अस्ति खलु, दीर्घः भवति, इत्यस्य प्रसक्तिः अस्ति, सो दीर्घः किमर्थं न भवति, न भवति. तदेव प्रश्नः. सम्यक् एव जानीमः, परन्तु केन आधारेण इति. आमां तत् सत्यं, सर्वदा प्रमाणम् आवश्यकं किमर्थं न भवति इत्यपि वक्तव्यम्. तदेव तत्र उक्तमस्ति, तत्र सूत्रविधानमेव रिङ्क्षयङ् लिङ्क्षु इति अस्ति. अकृत् सार्वधातुकयो दीर्घः रीङ् ऋतः, मध्ये इतोपि सूत्राणि सन्ति, परन्तु अकृत् सार्वधातुकयो दीर्घः रीङ् ऋतः रिङ्क्षयङ् लिङ्क्षु अग्रिमं सूत्रमेव. यदा पाणिनिना इच्छति चेत् सः रीङ् ऋतः इत्येव तत्र एव तेन सूत्रेण एव वयं दीर्घत्वं कर्तुं शक्नुमः किल. सः सूत्रं पृथक्तया एकं सूत्रं निर्मितवान् इति कारणेन वयम् अवगन्तुं शक्नुमः तत्र पाणिनिना दीर्घत्वं न इच्छति. अतः पुनः अकृत्सार्वधातुकयोः दीर्घः इत्यनेन वयं दीर्घत्वं न कुर्मः. तत्र किमपि निषेधः इति किमपि नास्ति, सूत्रविधानसामर्थ्यमेव, तावदेव तावदेव. अनेनैव वयम् अवगन्तुं शक्नुमः. एतादृशसूत्राणि बहूनि सन्ति, प्रायः पश्यामः. सुबन्तप्रकरणे वयं दृष्टवन्तः कानिचन सूत्राणि एतादृशं, सूत्रविधानसामर्थ्यात् एव तत्र तादृशं न भवति इति यदा आगच्छति अहं वदामि. इदानीं स्पष्टमस्ति वा? आं भगिनि, आं धन्यवादः भगिनि. नास्ति चिन्ता, भ्रमः अधिक सर्वदा भवति स्म मम. आमामां सम्यक् एव, दीर्घः रिङ् ऋतः रिङ् कुत्र भवति. सत्यं सत्यं. तत्र अनिदितः दातवः इत्येव कर्तव्यं किल अद्य, अथवा न एकमेव दृष्टवन्तः गतसप्ताहे, शासि वसि गसीनाञ्च इति. तत्र शत्वादेशः हलः दृष्टवन्तः, एकमेव कृतवन्तः किल बेङ् इति धातुः बेङ् योगः यक् इति करणीयम् अद्य तदेव एकवारं सूत्रं पठित्वा कुर्मः शासि वसि गसीनाञ्च इति सूत्रस्य प्रथमवाक्यम् अनुवृत्तिसहितम् अनन्तरं फलः कृत्वा वयम् अभ्यासः पूरयामः महोदय भवान् एव आरम्भं करोति अधोभागे अस्ति इतोपि एकः एव प्रायः परिच्छेदः अवशिष्टः अनिदितः दातवः तस्मात् पूर्वं चत्वारः पञ्चदातवः सन्ति शासि वसि गसि गसिनाञ्च इति अस्ति खलु तत् तदेव ततः एव शासि वसि गसिनाञ्च इति तत् खलु तत्र प्रथमवाक्यम् अनुवृत्ति पठतु शास् वस् गस् इत्येतेषां धातूनाम् इन् प्रत्याहारस्थवर्णोत्तरस्य कवर्गीयवर्णोत्तरस्य च सकारस्य षत्वादेशः भवति अनुवृत्तिसूत्रमस्ति शासि वसि गसीनाञ्च इण्कोः सः मूर्धन्यः संहितायां यथा वस्योग यक् इति अस्ति तत्र वचिस्वप्यजादीनां इति इत्यनेन ऊस् योग यक् इति ऊस् योग यक् इति तर्हि फलः अग्रे न तत्रापि इतोपि कार्यमस्ति वचिस्वपि अजादीनाम् इत्यनेन उकारः भवति उस् योगः यक् अनन्तरं सकारस्य स्थाने षत्वं भवति तेन वशिष्यपि यजादीनाम् इत्यनेन तद् इण् वर्णः अस्ति इदानीम् ऊ इति अतः उष् उष्य उष्य उष्या इति भवति उष्यते इति सत्यं शासि वसि गसीनाञ्च इत्यनेन एव षत्वम् आदेशप्रत्ययोः इत्यस्य प्रसक्तिः अत्र नास्ति वसति उष्यते अनेन एव हलः अस्तु अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घः भवति यः हल् वर्णः अङ्गस्य अवयवः यः हल् वर्णः अङ्गस्य अवयवः तस्मात् परिचितं यत् अङ्गान्तसम्प्रसारणं तस्य दीर्घत्वं भवति वयं पूर्वं दृष्टवन्तः हलः सम्प्रसारणस्य अङ्गस्य दीर्घः भवति हलः सम्प्रसारणस्य अङ्गस्य दीर्घः भवति अङ्गावयवात् हल् उत्तरं सम्प्रसारणं तद् अन्ते भवेत् तत्र तस्य इदं दीर्घत्वं भवति अस्तु अकृत्स्थाद्वातकयो दीर्घः अजन्त अङ्गस्य दीर्घादेशः भवति यकाराधिपत्यपरि किन्तु सजप्रत्यय कृतन्यक अथवा सार्वदत्कं चेत् न भवति अनुसरिकृतमस्ति अचः अङ्गस्य दीर्घः इ अकृतयोः हलः अस्तु हलः अन्तरङ्गसूत्रम् अस्ति अतः बलवत् अस्ति अकृसाधकयोः इत्यस्य अपेक्षया अस्तु तत्र आं सत्यम् अस्तु तत् पूर्वमेव भवति तत्र ज्या इति अस्ति इदानीं ज्यायोग यक् इदानीं ज्यायोग यक् इदानीं जि आ यक् इदानीं तत्र इकार अस्ति इकार अस्ति इदानीं तत्र हलात् उत्तरस्य जि आं सत्यं तत्र जि योग आ इत्यस्य इदानीं तत्र हलः इत्यनेन तत्र अङ्ग हल इत्यस्य इदानीं अङ्गस्य दीर्घः भवति जियोग आ इति अस्ति अस्तु जियोग सम्प्रसारणाच्च इत्यनेन तत्र सम्प्रसारण इत्यनेन जियोग यक् इदानीं जियोग यक् इदानीं तत्र हलः इत्यनेन तत्र हल उत्तरात् अन्त्यस्य इदानीं तत्र सम्प्रसारणस्य दीर्घः भवति इति सम्प्रसारण अङ्गस्य दीर्घः भवति इत्यनेन जियोग यक् इति भवति इदानीं जियोग यक् अकृष्टार्थकः दीर्घः इति पुनः इदानीं जियोग यक् इति जीयते अत्र तु प्रसक्तिः अस्ति एव किल आमां पुनः प्रथमम् अन्तरङ्गसूत्रं तस्य बलमधिकम् इति कृत्वा तत् प्रथमं कार्यं करोति, इदानीं बहिरङ्गसूत्रस्य कार्यं रूपं समानमस्ति भवति तस्य कार्यं भवेत् फलः इत्यस्य कार्यं भवेत् एव, अतः एव अकृत्सार्वधातुक दीर्घः इति इत्यस्य कार्यमस्ति, परन्तु रूपपरिवर्तनं न भवति, तद् वृष्टिः सर्वदा पतति इति किमपि न्यायः अस्ति किल, पर्जन्यवत् तदेव तावदेव पर्जन्यवत् करणीयम्, न न तदेव अन्तरङ्गसूत्रम् इति कारणेन हलः इत्यस्य कार्यं भवति अन्तरङ्गत्वात् बलवत्वम्, अतः हलः अत्र सार्वधातुकदीर्घः प्रसक्तिः अस्ति पर्जन्यवत् अतः तस्य कार्यम्, अग्रिममपि करोतु महोदय, वे योगः यक् वे योग यक् अत्र वे इत्यस्य इदानीं तत्र वचिष्वपि जातीनां इत्यनेनैव वे इत्यस्यैव तेनैव वचिष्वपि यजादीनां यजादीनां भवति वा वै वर्षति वृच्छति भुज्यति ग्रहीज्या व्ययि व्ययि प्रायः तदेव अस्ति वा व्ययि व्ययि इति व्ययि एव वा व्ययि इक्षिप वा सः व्ययुपि इ व्ययि भवति ऐ आं व्ययि इति भवति व्ययि इति भवति आम् सत्यम् इक् इक् इक् टिपा निर्दिष्टम् इक् इक् इक् इक् इति ग्रह् ज्या वै व्यद् वश् व्यच् प्रच् प्रच् ब्रश्च इति भवति तत्र वचि स्वपि यजादीनाम् इत्यत्र वच् स्वप् यज् बप् बक्स् वस् वद् वे क्वे श्वे वे, अतः वचिस्वपि अजादीनाम् इत्यत्र एव अनेन एव भवति तत्र अन्तिमधातुः मे वे इति अस्ति इदानीं तत्र इदानीं यकारस्यैव सम्प्रसारणम् इत्यनेन तत्र यकारस्य सम्प्रसारणं भवति, इदानीं यकारस्य इकारः भवति वि इति भवति वि वि योग ए इदानीं किमस्ति अत्र सम्प्रसारणात् च इत्यनेन तत्र पूर्वरूपादेशः, अतः वि इति एव इदानीं वि योग यक् इति अस्ति, इदानीं हलः इत्यस्य प्रसक्तिः अपि च अकृशादकदीर्घः इत्यस्य प्रसक्तिः द्वयोः प्रसक्तिः अस्ति, इदानीम् अन्तरङ्गत्वात् वि इति तत्र पूर्वमस्ति अस्ति यत् इति बहिरङ्गमस्ति य इति, अतः तत्र इदानीं तत्र दीर्घकं भवति वि इति हल हल इत्यनेन वि इति भवति, पुनः वि योग यक् तत्र वि योग यक् अकृशादकदीर्घः इत्यनेन पुनः दीर्घः दीर्घस्य कृत्स्थाने दीर्घादेशः वियते इति भवति, सत्यं दीयते इति रूपं, धन्यवादः महोदय, विजयभगिनी अग्रिमदातुः प्रयत्नं करोति वा मे तदपि वचिष्वपि अजादीनामेव अत्र, अतः तत्र सम्प्रसारणं भवति सत्यं सम्प्रसारणं वे एव भवति, एकारस्य स्थाने किमपि कार्यं यकारः सत्यम् अतः तत्र ञकारस्य संज्ञा भवति किञ्चित् मन्दरूपेण श्रूयते, तत्र ञकारस्य तु इत्संज्ञा भवति वे इत्येव अस्ति, तत्र वे इत्यस्य यदा भवती उक्तवती ऊ इति सम्प्रसारणम्, इदानीं यक् योजयतु अनन्तरं हलः अपि करोतु, हलः ऊ योगः यक् सार्वधातुक यक् इत्यनेन यकारः भवति, ऊ योगः या योगः अनन्तरं हलग इत्यनेन ऊ इति भवति ऊय तावदेव वा अस्तु ऊयते आत्मनेपदिनः विवक्षा अस्ति अतः ऊयते इति अन्तिमरूपदृष्टः हुएञ्ज् इति भवति अत्रापि सम्प्रसारणे सम्प्रसारणम् इति भवति खलु महोदय अत्र वकारः द्वितीयवर्णः भवति खलु अत्र न वा न तत्र हकारः वकारः एव अस्ति अतः कस्य सम्प्रसारणं भवति उकारः भवति अनन्तरं हलन्त्यं तस्य लोपः इत्यनेन ञकारस्य लोपः भवति इदानीमपि उकारः एव तिष्ठति खलु महोदय अनन्तरं यक सार्वधातुके यक् इत्यनेन यकारः तिष्ठति इदानीं ऊ योगः यक य योगः इदानीं हलः इति इत्यनेन दीर्घः भवति ऊयते इति भवति आहूयते इति वदामः किल तदेव तदेव अस्ति धन्यवादः सत्यं सत्यं धन्यवादः भगिनि उषा भगिनी अग्रिमं करोति वा आं भगिनि अश्वी योगः यक् अश्वी इत्यस्य वकारः वकारस्य सूत्र वकि स्वपि यजादीनां भगिनि यज् यजा यजादि इत्यस्य श्वी अस्ति वा श्वी इत्यस्य श्वीयोगः यक् वचि स्वपि यजादीनां किति इत्यनेन वकारस्य सम्प्रसारणं भवति वकारस्य सम्प्रसारणं उकारः भवति वकार देन् वका उकार इकारस्य स्थाने सम्प्रसारणाच्च इत्यनेन पूर्वरूपमेव भवति पूर्वरूपं भवति उकारः एव तिष्ठति शकार उकारः शु शु योग शु योगः यक् शु योगः यक् हलः इति सूत्रेण हलः इति सूत्रेण हलः इत्यस्य हलः सम्प्रसारणस्य अङ्गस्य हलः सम्प्रसारणस्य सम्प्रसारणस्य अङ्गस्य दीर्घः भवति सम्प्रसारण हलः सम्प्रसारणस्य सो शु शूयोगः यक् शूयते इत्यनेन इति भवति शूयते अनन्तरम् अकृत् असार्वधातुकयो दीर्घः इत्यपि कार्यं कर्तुं शक्यते अनन्तरं सेम् थिङ्ग् शूयते इत्येव रूपं भवति सत्यं परिवर्तनं किमपि नास्ति शूयते ऊयते पूयते श्रूयते इति रूपाणि सर्वे सर्वत्र वचिस्वपियजादीनामेव ग्रहीज्यानाम् अस्तु भगिनि भवती एव अग्रे पठतु अन्तिमभागः आं भगिनि अनिदितः धातवः अनिदितां हल उपदायाः किङिति इत्यनेन अनिदितां हलन्तानां धातूनाम् उपदायां स्थितस्य नकारस्य लोपः भवति कितिङिति प्रत्यये परे यक् तुकित् अतः यकि अनिदितां धातूनाम् उपदास्थितस्य नकारस्य लोपः भवति अनिदितां हल उपदायाः किङिति इत्यनेन येषां धातूनां कृते ह्रस्व इकारः इत्संज्ञा नास्ति तेषां धातुः अनिदिताम् इति अस्ति तेषां धातूनाम् उपदायां नकारः अस्ति चेत् तत् नकारः लोपः भवति इति सूत्रं वदति अनिदितां हल उपदायाः किङिति येषां हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति तेषाम् उपदायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति कितिङ् इति प्रत्यये परे कितिङ् इति प्रत्यये इत् इत् अस्ति येषां ते इदितः न इदितः अनिदितः बहुव्रीहिगर्भः नञ् तत्पुरुषसमासः तेषाम् अनिदिता कृ च ङ च तयोः इतरेतरद्वन्द्वः खङौ खङौ इतौ यस्य सः किञित् द्वन्द्वगर्भः बहुव्रीहिसमासः तस्मिन् किञिति अनिदितां षष्ट्यन्तं हलः षष्ट्यन्तम् उपधायाः षष्ट्यन्तं किञिति सप्तमीयन्तम् अनेकपदमिदं सूत्रं श्नान् न लोपः इत्यस्मात् न लोपः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनिदितां हलः अनिदितां हलः अङ्गस्य उपधायाः नः लोपः किङ्गिति ओके वयं पठितवन्तः अनिदितां हल उपधायाः किङ्गिति इति सूत्रं वदति येषां धातूनां ह्रस्व इकारः इत्संज्ञा नास्ति तत् तेषां धातूनाम् अनिदित् धातुः तस्य धातोः उपधायाः नकारः अस्ति चेत् तत् नकारः लोपः भवति कितिङिति प्रत्यये परः अस्ति चेत् अत्र विषयः मुख्यविषयः यक् सार्वधातुके यक् यक् कित् प्रत्ययः यक् प्रत्ययः कित् भवति तत् सूत्रस्य अनिदितां हल उपादायाः किगिति इत्यस्य प्रसक्तिः अस्ति पाणिनेः धातुपाठः अनिदित् धातवः इमे ऐ खुञ्च् खृञ्च् ग्लुञ्च् छञ्च् ओके तत्र किं करोतु भगिनि तत्र एवं प्रक्रिया एव वक्तव्यम् अतः यकी परे उपदास्थित नकारलोपः भवति अतः रूपं किम् इत्येव वदतु तदेव एकं स्तम्भं स्वीकरोतु एकम् स्तम्भं स्वीकुर्मः प्रथमस्तम्भः अञ्च् प्रथमधातुः अञ्च् इत्यस्य कृते चकारः हलन् इत्संज्ञा वा धातु इत्सेल्फ् अञ्च् ओ इत् अनिदितां ओ हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा ओके अञ्च् इत्यस्य कृते धातु इत्सेल्फ् इस् अञ्च् अञ्च् इत्यस्य कृते उपधा ञकारः अस्ति अञ्च् योगः यक् अञ्च् योगः यक् यक् इति कित् प्रत्ययः तत् कारणेन अनिदितां इत् संज्ञा नास्ति अञ्च् इत्यस्य कृते इत् संज्ञा ह्रस्व इकारः इत् संज्ञा नास्ति अतः हलः अङ्गस्य उपधायाः नः लोपः भवति ञकारः लोपः भवति अच् एव भवति अच् अच्यते भगिनि तदेव अहमपि चिन्तयामि तत्र अनिदित् अस्ति किल अनिदित् नास्ति किं भवति अञ्च्यते तत्र ञकारः न भवेत् तस्य एव लोपः भवति अच्यते इति रूपम् अस्ति वा इति एकवारं पश्यामि doesn't sound like yasya rupam ke anchati tatra karmani kila bhavakarmani तदेव प्रायः भवति अञ्चते तदेव भवति तत्र ञकारस्य तु लोपः जातः अतः अञ्चते इत्येव प्रायः स्यात् किमर्थं तत्र चकारस्य अपि संज्ञा नास्ति समीचीनमेव भगिनि ञकारलोपः अच्यते रे अच्यते अच्यते इति अच्यते अच्यते यक यक् न योजितवन्तः अच्यते सत्यं सत्यं यकार भगिनि अत्र अचित् नित् सार्वधातुकप्रत्यये परे होणेपर् प्रत्यये परे होणेपर् उपदाके न लोपः लोपः भवति. अञ्च इति भवति चेत् अञ्च योगः यक् योगः ते अच्यते इति भवति. अच्यते साधु एव किल. एतत् अष्टाध्यायी सहजबोध इति प्रथमभागस्य महोदयस्य पुस्तिका अस्ति 248. न पुस्तकं तु मम पार्श्वे नास्ति, परन्तु रूपं सम्यक् एव किल. अच्यते अत्र 24 उदाहरणं सर्वे दत्तवन्तः वा? अत्रापि तदेव अञ्च्यते. अनन्तरं द्वितीयं वदतु, कुच्यते इति वा? चञ्च त्वञ्च मृञ्च ग्लञ्च अञ्ज बञ्ज सञ्ज ग्रन्थ कुन्द बुन्द तन्द बन्द तुम्प त्रुम्प त्रफ त्रफ त्रुम्प उम्ब सर्वम् अस्ति वा अत्र? तुम्प त्रम्प त्रुम्प अस्ति. 24 अस्ति. तृण् अपि अस्ति. इदानीम् एतत् विषये तृह्यते तृण् अत्रापि यकार नकारस्य लोपः कृत्वा अनन्तरं यकारस्य योजनेन तृक्ष्यते इति भवति. तृक्ष्यते अस्तु. सर्वत्र नकार पच्यते कुच्यते कृच्यते प्लुच्यते चच्यते लुच्यते लुज्यते पच्यते अज्यते रज्यते भज्यते सज्यते श्वा इति अत्र तु सकारः भवति. स्वज्यते रूपं साधु वा इति पश्यतु विद्याभगिनी. कुत्यते ग्रत्यते मत्यते श्रत्यते तादृशमेव भवति किल सर्वत्र. ब्रंश इत्युक्ते ब्रश्यते वा? ध्वंस ध्वस्यते इति रूपं साधु वा भगिनि? वञ्च श्वञ्च दे आर् नाट् इन् अजादि. वञ्च ऐ गेस् वञ्च श्वञ्च तत्र एकं सूत्रं दृष्टवान् किल वंश श्वंश इति तत्र कुत्र दृष्टवन्तः? कुत्रापि दृष्टवन्तः वंश श्वंश वचि स्वपि अजादीनां तत्र एव वा? सत्यं कुत्रापि अन्यत्र वा? तत्र सर्वत्र तत्र मकार अथवा किमपि अनुस्वारस्य लोपः भूत्वा रूपाणि रूपाणि साधु वा इति न जानामि, परन्तु तादृशं रूपाणि. दंश्यते दश्यते इति भवति, तद् सत्यं. भ्रश्यते ध्वस्यते इति रूपं साधु वा? साधु एव साधु एव श्रूयते. आम् वयं तु सूत्रस्य उपयोगं कृतवन्तः तावदेव. बध्यते सौण्ड्स् नैस् दट्ट बध्यते वि आर् बौण्ड् दट्ट बन्द् बिकम्स् बद्ध बध्यते सत्यं तत् सम्यक् अस्तु. तादृशं भवति सर्वत्र तत्र उपदास्थितस्य लोपः नकारस्य लोपः न लोपः मूले नकारः आसीत् तस्य लोपः भवति. अनेन अयं पाठः समाप्तः. अग्रिमपाठे लटि लोटि लङ्गि एतत्तु अभवत्. अग्रिमपाठे तु प्रथमं चुरादिगणस्य चिन्तनम् इति अस्ति इति चिन्तयामि. तदेव आरम्भं कुर्मः. स्वामी अक्व कर्मणि भावे च द्वितीयपाठः बि इति करपत्रं 4B इति अस्ति. अरुणा भगिनी पठति वा? भावकर्मण प्रक्रिया लटि लोटि लङ्गि विधिलिङ्गि चुरादिगणे प्रेरणार्थे नीचि च. चुरादिगणे निच् प्रत्ययः स्वार्थे विधीयते एव, यथा चुर् योगः निच् चोरि इति तदा सनाद्यन्तदातवः एतेन चोरि छालि इत्यादीनाम् आतिदेशिकधातूनां धातुसंज्ञा भवति. वयं जानीमः चुरादिगणे निच् प्रत्यय स्वार्थे विधीयते, ततः चुर् इति धातुः अस्ति चेत् योगः चुर् योगः निच् चोरि भवति. तत् अत्र निच् नकार अपगच्छति, चकार संज्ञा भूत्वा लोपः भवति, ई एव अवशिष्यति, गुणः भवति चोरि इति धातु. सनन्दधातवः चित्रेण नूतन धातु धातुसंज्ञा भवति. चुर् चुर् योगः भुवादयो धातवः इत्यनेन चुर् इत्यस्य धातुः संज्ञा. सत्याप पाशर्स्तूप वीणा तूलश्लोकसेना लोम त्वच् वर्म वर्णचूर्ण चुरादिभ्यो निच् इत्यनेन चुरादिगणेभ्य धातुभ्यः निच् प्रत्ययः विधीयते. चुर् योगः इ सुगन्धलघुपदस्थिता इत्यनेन उपधायां लघु इक् गुणः अधदातुकप्रत्यये परे चोरि स्तनाद्यन्तदातवः इति धातुसंज्ञा चोरि इति आतिदेशिकधातुः. तदेव वयं पठितवन्तः पूर्व परिच्छेदे, तदेव विवरणदत्तं. चुर् विभुवादिदातयो धातवः इत्येन चुर् धातुसंज्ञा भवति. तत् केन सूत्रेण सत्य आपपाशरूपवीणातूलश्लोकतेन लोमच् कर्म वर्म वर्णचूर्णचुरादिभ्यो निच् इति सूत्रेण चुरादिगणेभ्य धातुभ्यः निच् प्रत्ययः विधीयते स्वार्थे निच् इति. अर्थं न परिवर्तनं न भवति. अतः चुर् योगः इति निच् प्रत्ययस्य लोप अनुबन्धरहितत्वात् इ एव अवशिष्यति. सुगन्धलघुपदस्य च इति सूत्रेण उपधायां लघु इक् वर्णस्य गुणः भवति चोरि. चुर् चुर् चुकारः भवति चोरि इति नूतनधातुः. सनादन्तदातवः इति सूत्रेण धातुसंज्ञा भूत्वा चोरि इति आतिदेशकधातुः भवति. तथा च प्रेरणार्थे निचि अपि आतिदेशकधातुः निष्पद्यते. उदाहरणं फट् हेतुमति च इत्यनेन प्रेरणार्थे धातुः निच् विधीयते. फट् योगः इ अत उपधायाः इत्यनेन उपधायाः अतः वृद्धिः. नीति प्रत्यये परे पाटि भवति. अर्थबद्धं धारणार्थनिच् आतिदेशधातुकः अपि निष्पद्यते. सामान्यधातु अन्य भुवादिगणधातु फट् अस्ति चेत् हेतुमति चेत् सूत्रेण प्रेरणार्थे धातोः प्रेरणार्थे फट् धातोः निच् विधीयते. फट् योगि अत्र उपधायाः इत्यनेन उपधायाम् अतः वृद्धि भवति. पत् धातु अत्र अकार अस्ति, तस्य वृद्धि भूत्वा पाट् इति भवति. पात् योगः इ पाटि इति नूतनधातु आगच्छति. एतावत्तु वयं तत्र सार्वधातुके अपि दृष्टवन्तः किल, समानं भवति. अनन्तरमेव अस्माकं भावकर्मण विवक्षा अस्ति चेत् रूपभेदः भवति. तत्र सत्यापभाषा वयं जानीमः, हेतुमति च इति सूत्रमपि जानीमः. अतः भगिनी तत्र अग्रे अस्ति किल, एवञ्च चुरादौ प्रेरणार्थे निचि च सनाद्यन्तदातवः इत्यस्मात् अग्रे तद् पठतु भगिनि. एवञ्च चुरादौ प्रेरणार्थे निचि च उभयत्र निजन्तः आतिदेशकधातुः निष्पद्यते. चुरादौ स्वार्थे चोरि छाळि इत्यादयः धातवः, प्रेरणार्थे पाटि लेखि नाय इत्यादयः धातवः. उभयत्र चुरादौ प्रेरणार्थे निचि च यत्किमपि रूपं निष्पद्येतुं इष्यते सर्वप्रथमं निचः विधानं भवति. तदनन्तरमेव अन्यानि कार्याणि करणीयानि. तदेव भवति भावकर्मप्रक्रियायां च स सर्वप्रथमं निच् तदा यक् उदा यथा किम् अस्ति चेत् चुरादिगणे अपि प्रेरणार्थं निच् कर्तुं शक्यते. धातुः निदन्त योग्येन आतिदेशकधातुः भवति, तत् संज्ञा भवति, ततः प्रेरणार्थं निच् अपि कर्तुं शक्यते. सो अत्रापि चुरादिप्रेरणार्थं निच् किमपि रूपं निष्पद्यतुम् इच्छ्यते सर्वप्रथमं निच् विधानं भवति, तदनन्तरमेव नूतन अतिदेशिक नूतनधातु स्वीकृत्य प्रेरणार्थं निच् इति करणीयम्. उदाहरणमस्ति चुर् योगः इति चुर् चोरि प्रथमं कर्तव्यं सार्वधातुके यक् इत्यनेन भाववाचके कर्मवाचके च यक् चोरि प्लस् यक् चोरि चोरिय चोरिय तदागच्छति तत् अस्यां दशायां नेरनिटि इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इदागमो नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपो भवति. यत् प्रत्ययः बलादिः नास्ति इति कारणतः तस्य इदागमो न कदापि भवति. अनेन चुरादिगणे प्रेरणार्थे निश्चित कश्चन निजन्तधातुः अस्ति चेत् भाववाचिके कर्मवाचिके च सार्वधातुके यक् इत्यनेन यक् विधीयते तदा नेरनिति इत्यनेन निच्छः लोपः लोपो भवति. ओ ओके ओके चोरि योगः यक् समये नेरनिति इति रूपं सूत्रमस्ति तत् वदति यस्य आर्धधातुकप्रत्ययः इदागमो नास्ति तस्मात् पूर्वं नेप्रत्ययः लोपो भवति. अर्धधातुकप्रत्ययस्य इदागमः नास्ति इति चेत् यस्य प्रत्ययः बलादिप्रत्ययः नास्ति इति कारणात् अर्धधातुके बलादे इति सूत्रेण इदागमः न भवति. ततः अत्र चोरि योगः यक् यक् इडागमः न भवति चेत् तत्र निच् लोपः भवति. चोरि योगः निच् योगः यक् निच् लोपः भवति. तदेव दत्तमस्ति प्रक्रिया पठतु. चुर् योगः चुर् प्रत्यापपाशरूपवीणतूलश्लोकस्येन लोम वच् वर्म वर्णचूर्णचुरादिभ्यो निच् इत्येन चुरादिगणे निच् प्रत्ययः विधीयते स्वास्थ्ये. चुर् योगः निच् चोरि सार्वधातुके यक् इत्यनेन भाववाचिके कर्मवाचिके च यक् चोरि योगः यक् नेरनिति इति सूत्रेण निच् लोपः लोपः चोर् योगः यक् चौर्य चौर्य योगते चौर्यते. अत्रापि प्रथमं चुर् चुर् इति धातुः अस्ति तस्य आपपाश दीर्घसूत्रेण निच् प्रत्यय स्वार्थे विधीयते. चुर् योगः नि इ चौर्य भवति प्रथमं गुणः भवति पदवर्णस्य चौर्य कृत्वा अधुना सार्वधातुके यत् विधीयते अत्र भाववाचके कर्मवाचके च यक् इति सूत्रेण चौर्य प्रत्यक् नेरनिति इत्यनेन निच् लोपः भवति. तत्र चौर्य चोर् योगः यक् एव अवशिष्यति चौर्य इति रूपं चौर्य अत्र आर्धधातुकप्रत्यय एव विधीयते चौर्यते इति रूपं निष्पन्नम् सत्यम्. प्रथमं तत्र वयम् आतिदेशकधातवः धातुः चोरि इति निष्पन्नं कुर्मः अस्माकं विवक्षा यक् भावकर्मणोः यक् अतः यक् विधीयते अनन्तरं नेरनिति इत्यस्य कार्यम् आर्धधातुकप्रत्ययस्य नास्ति यत्र यस्य आर्धधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं स्थितस्य नीप्रत्ययस्य लोपः अतः तत्र नीलोपः भवति नेरनिति इत्यनेन अतः चोर्यते इति रूपमागच्छति. समीचीनं वा अवगतं किल? अवगतम्. अस्तु, धन्यवादः भगिनि. महोदय पठति वा द्वितीयम्? एवमेव एवमेव कथयोगनिच् कथोल्लोपः इत्यनेन अदन्ताङ्गस्य ह्रस्वहकारलोपः भवति आर्धात्मकस्य परे, तेन कथयोगनिच् अथोपदायः इत्यनेन उपादायं तस्य अतः वृद्धिः द्वितिनित्यपत्ये परे भवति स्म. परन्तु अचपरस्मिन् पूर्वविधौ इत्यनेन परनिमित्तिक अजादृशस्थानिवत् भवति, पूर्वविधौ कर्तव्ये इत्यनेन कथ धातोः अन्त्यः लोपः अत् इव दृश्यते. अन्त्यलोपः तत्र अकार दृश्यते, अतः अत उपदा इति सूत्रेण कथ इति दृश्यते, कारणतः उपादायम् अधुना तकारः वर्तते, अतः वृद्धिः न भवति. अत्र उपादायम् इदानीं तकारः अस्ति, न तु तकारः, अतः कथि एव भवति. वयं पूर्वं पठितवन्तः अतः परस्मिन् पूर्वविधौ कर्तव्ये, तत्र परस्मिन् पूर्वविधौ कर्तव्ये, तत्र अचापरस्मिन् पूर्वविधौ कर्तव्ये, तत्र तानिवत् न भवति इति स्थानिवत् भवति खलु, स्थानिवत् भवति अजादेशः स्थानिवत् भवति. आम् सत्यं, परनिमित्तिकः अजादेशः स्थानिवत् भवति, अतः एव तत्र तत्र उपादायां तकारः दृश्यते. अनल्विधिः नास्ति अत्र, अनल्विधिः इति न स्वीकर्तव्यम् इति. अनल्विधिः एव, परन्तु परस्मिन् अच अस्ति, पूर्वविधो कर्तव्ये तत्र भवति. यद् लोपः कृतः इदानीं तद् न दृश्यते. किमर्थम् इत्युक्ते अचः परस्मिन् पूर्वविधौ, परनिमित्तकः अजादेशः स्थानिवत् कर्तव्ये पूर्वविधौ, क्षम्यतां स्थानिवत् भवति पूर्वविधौ कर्तव्ये. इत्युक्ते तत्र अकारस्य कर्तव्ये दीर्घकर्तव्ये तत्र पूर्व तत्र स्थानिवद् भवति इति अस्ति. सत्यं अतः तत्र कति इति एव भवति, कथयोग कति सार्वत्रिके यक् इत्यनेन तत्र भाववाचककर्मवाचके च यक् कतियोग यक् इदानीं तत्र ईकारः तत्र ई नेः ईकारः अस्ति, अनिटि अर्धात्के तस्य परे नेरणिति अनिटि अर्धात्कपत्य यकार अनिट् अर्धात्कपत्य अस्ति इति कृत्वा तत्र लोपः भवति. कत् योग यक् कथ्यते इति रूपं कथ्यते कथ्यते पट् इति अस्ति तत्र. हेतुमती च इत्यनेन तेलनार्थधातोः निच् पट् योग ई इदानीम् अकारः उपादायमस्ति, अत उपादायः इत्यनेन उपादायं अतः वृद्धिः नितिनिति प्रत्यये परे, अतः पाटि इति भवति. स्वराजन्त्या दातव इति दासंज्ञा पाटि योग यक् भाववाचकर्मवाचके कर्मवाचकविवक्षायां पाटि योग यक् नेरणिति इत्यनेन तत्र निचः लोपः पाठ् योग यक् पाठ्यते. तदेव इदानीम् अग्रे दायोग निच् अस्ति, अत अति श्री वीरि ङी क्षमा यातां पूर्णौ इत्यनेन पुगागमः. आकारान् दा इति आकारं दातु अस्ति, अतः पुगागमः भवति निष्पत्ते परे. दायोग पुप्योगिः दापि इति भवति. इदानीं सनन्तरं दातवित्यं दासंज्ञा दापि योग यक् इदानीं निचः लोपः निरन्ति इत्यनेन दाप् योग यक् यक् योग ते दाप्यते. तथैव अग्रे तत्र तथैव तत्र पै पाने अस्ति, इदानीं पै योग निच् अस्ति, इदानीम् आदेच् आत् तत्र एचः उपदेशः भवति, उपदेशे एच् उपदेशे अशिति तत्र आत् आदेशः भवति. उपदेशे एजन्तस्य धातोः आत्वं न तुषिति इत्यनेन पायोग अत आत्वं विधीयते पा इति निच्. इदानीं तत्र शास् शास् चासा हा व्यावयपां युक् इत्यनेन युगागमः. चो चो सो फे वे वे पै इत्यस्य भवति एतेषां दातुनां युगागमः भवति न तु पुगागमः तत्र पायोग युक्योग निचि तत्र पाय् योग पायिः इति पायि इति स्तनदन्तधातुः अस्ति पायियोग यक् इदं निर्णयति इत्यनेन पाय् इति भवति पाय्यते इति भवति पायते इति उक्तं एतादृशमेव आगच्छति. अस्तु महोदय, धन्यवादः. विजया भगिनी पठति वा नियोगः निच् नियोगः निच् अचोन्यति इत्यनेन अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति निति प्रत्यये परे. अतः ईकारस्य स्थाने दीर्घ ईकारस्य स्थाने ऐकारः भवति नञ् इति भवति. इदानीं निच् इत्यनेन इकारः एव तिष्ठति. अनन्तरं यचोयवा यावः इत्यनेन नञ् इति नूतनरूपं भवति अत्र. अनन्तरम् अग्रे पठामि वा महोदय? अनन्तरं करणीयं नायि अनन्तरं किं भवति इति. यदा पै पाने इत्यत्र आसीत् तादृशमेव अस्तु. अनन्तरं भवति ईकारः अस्ति, कर्तरि शप् अस्ति, अतः तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन इकारस्य स्थाने गुणः भूत्वा एकारः भवति नाये इति भवति. अनन्तरं यचो यव यवः इत्यनेन नायि नाय भवति. अनन्तरं ते योजनेन नाय नाययत्ते इति भवति. परन्तु तद् सार्वधातुक अर्धधातुकयोः सर्वं तु वयं तत् किम् आसीत् तत्र अस्माकं विवक्षा भावकर्मणः नास्ति चेदेव भवति किल. भावकर्मणयोः यक् न आनीतं किल इदानीं सार्वधातुके यक् इत्यनेन यक् आनयनं शप् न भवति किल तदेव इत्यनेन भाववाचके कर्मवाचके च यक् भवति. अस्तु, अतः इदानीं नायि इति भवति. नायि योगः यक् नायि योगः यक् हलन्त्यं तस्य लोपः इत्यनेन ककारस्य लोपः भूत्वा यकारः एव तिष्ठति. इदानीं नायि योगः या इति भवति. नेरनिटि इत्यनेन निच् अत्र लोपः भूत्वा किम् अस्ति नाय इति भवति. अनन्तरम् अत्र विवक्षा आत्मनेपदिनः अस्ति, अतः तत्र तत्र नायते इति भवति. पायते इव नायते भावकर्मणोः विवक्षा भावकर्म इत्यनेन एव भवति एव विवक्षत्र भवति एव आत्मनेपदि एव भवति न तु परस्ति नायते समानं करोतु. परन्तु अत्र पुगन्तलघुपदस्य इत्यनेन ईकारस्य स्थाने गुणः भूत्वा लेख् इति भवति. अनन्तरं लेख् इति भवति. तत्र अपि सार्वधातुके यक् भवति न निच् प्रथमं लेख् योगः निच् अत्र ईकारः एव तिष्ठति. पूर्वं सार्वधातुके यक् इत्यनेन यक् भवति. इदानीं लेख् योगः ई योगः ई या योगः ई योगः भवति. लेखी योगः यक् इति करोतु. लेखी प्रथमं अनन्तरं यकारः भवति. सत्यं लेखी योगः यकारः या एव तिष्ठति. लेख्य भवति. इदानीं आत्मनेपदे नेरनिति इत्यनेन तत्र निच् लोपः भवति. अतः तत्र लेख्य इति भवति. ते योजने लेख्यते भावकर्मण एतत् भावकर्मणोः इत्युक्ते ते आत्मनेपदी एव रूपं तावदेव लेख्यते तावदेव लेख्यते तावदेव सम्यक् तावदेव तत्र समीचीनं धन्यवादः भगिनि. उषा भगिनी अग्रिम दातु त्रयं करोति वा अनन्तरम् अरुणा भगिनी अनन्तरं भू योगः मिच् भू इत्यस्य कृते भू ऊकारान्तधातुः णिच् सो अचोञ्झुण् इति इत्यनेन वृद्धिः भवति. भू इति भौ इति भवति. भौ योगः णिच् इत्यस्य इ भौ योगः इ भावि एचो अयवायावः इत्यनेन भावि इति भवति. भावि देन् अनन्तरं भावकर्मणोः इत्यनेन यक् विधीयते. भावकर्मणोः इत्यनेन आत्मनेपथं सार्वधातुके इत्यनेन यक् विधीयते. सो भावियोगः यक् योगः ते इति कृते भावियोगः यक् योगः ते इति कृते भावि यक् यक् इति बलादि नास्ति. नेरनिटि इति सूत्रेण बलादिप्रत्यय नास्ति चेत् लोपः भवति, इकारस्य लोपः भवति, णिच् इत्यस्य लोपः भवति. सो इ इत्यस्य लोपः भवति. भावि इत्यस्य कृते नेरनिटि इत्यनेन भाव् इति अस्ति. भावयोगः यक् य भावयोगः य योगः ते इति भवति. भाव्यते समीचीनं वा? ऐ डोण्ट् नो. भाव्यते इति रूपं साधु एव किल, भाव्यते इत्येव वदामः कर्मणि. अत्र प्रश्नः भाव्यते एव तत् सत्यमेव, परन्तु अत्र कश्चन प्रश्नः अस्ति तदपि पठतु भगिनि. स्टार् मार्क् अस्ति अत्र प्रश्नः. ओके, अत्र प्रश्नः उदेति. भूयोगः णिच् भावी योगः यक् योगः ते इति अवसरे इत्यवसरे नेरनिटि अकृत् सार्वधातुकयो दीर्घः अनयोः द्वयोः युगपत् प्रसक्तिः. अहा नेरनिटि 6-4 दिस् इस् 7-4 अकृत् सार्वधातुकयो नेरनिटि नेरन् ओके युगपत् प्रसक्तिः अन्यत्र अन्यत्र लब्धावकाशः च भवतः. सो देन् विप्रतिषेते परं कार्यम् इत्यनेन परसूत्रमेव एव कार्यं कर्तुं भवति चेत् अकृत् सार्वधातुकयो इति इति परसूत्रम् अतः तस्य प्राप्तिः भवेत् न तु नेरनिटि अहा इत्यस्य. ओके, परन्तु ण्यत् लोपा वियङ् यण् गुणवृद्धि दीर्घेभ्यः पूर्वविप्रतिषेधेन इति वार्तिकेन इयङ् यण् गुणः वृद्धिः दीर्घः इत्येषां कार्याणां नीलोपेन अत् लोपेन सह युगपत् प्राप्त्यवसरे पूर्वविप्रतिषेधः णीलोपः अल्लोपः च बलवन्तौ भवतः. ओ इत्युक्तौ णीलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति. प्रश्नः उदेति भूयोगः णिच् इति योगः यक् इति स्थिते भावीयोगः यक् योगः ते इति अवसरे नेरनिटि यक् इति कारणेन नेरनिटि इत्यस्य प्रसक्तिः अस्ति. यक् इति अनिट् प्रत्ययः, तत्कारणतः नकारलोपः भवति. अकृत् सार्वधातुकयो दीर्घः इत्यनेन भावी इत्यस्य कृते इकारान्त अस्ति, धातुः अपि अस्ति, सनात्यन्तदातवः इत्यनेन भावी इति धातुसंज्ञा अपि अस्ति. अकृत् सार्वधातुकयो दीर्घः इत्यनेन यक् इति प्रत्ययः कृत् प्रत्ययः नास्ति, सार्वधातुकप्रत्ययः नास्ति, तदपि प्रसक्तिः भवति. अन्यत्र अन्यत्र लब्धावकाशः अस्ति. नेरनिति अन्यत्र अकृत् सार्वधातुकयो अपि अवकाशः अस्ति. सो अकृत् सार्वधातुकयोः इति परसूत्रम् अस्ति. परसूत्रस्य कारणतः अन्यत्र अन्यत्र लब्धावकाशः अस्ति चेत् विप्रतिषेधे परं कार्यम् इत्यनेन परकार्यस्य कार्यं भवति. सो अकृत् सार्वधातुकयो इत्यनेन दीर्घः भवितुम् अर्हति. भावीयते इति भवितुम् अर्हति. परन्तु वार्तिकम् अस्ति. ण्यल् लोपो वियङ् यण् गुणवृद्धि दीर्घेभ्यः पूर्वविप्रतिषेधेन इति वार्तिकेन इयङ् यण् गुणः वृद्धिः दीर्घः इति कार्याणां णीलोपः अत् लोपेन सह युगपत् प्राप्ति अवसरे पूर्वविप् जनरली परकार्यं डस् बट् अत्र वार्तिकं भवति. णीलोपः अल्लोपः च बलवन्तौ भवतः इति. सो अत्र णीलोपः इत्यनेन इकारलोपः भवति. विप्रतिषेधे परं कार्यम् इति कार्यं न शक्तुम् अर्हति. वार्तिकस्य प्रसक्तिः अस्ति. णीलोपः बलवत् भवति इति वार्तिकं वदति. सो णीलोपः अल्लोपः विधायकसूत्रं पूर्वसूत्रं चेदपि आम्. सो अत्र नेरनिटि इति पूर्वसूत्रस्य कार्यं णीलोपः तदेव बलवत् भवति इति वार्तिकं वदति. तत्कारणतः इकारलोपः भवति. निश्चित्यस्य इकारलोपः भवति. भाव्यते इति इत्येव कृ योगः णिच् कृ इति णिच् इत्यस्य वृद्धिः भवति. खार् इति भवति कारि इति भवति. कारियोगः यक् यक् योगः ते इति भवति. कारियोगः यक् योगः ते इति कृते नेरनिटि इत्यनेन णिट् अनिट् प्रत्ययः यकारः अनिट् प्रत्ययः इत्यनेन इकारलोपः भवति. कारि इति कार्यते इत्येव भवति. कार्यन्ते चो छेदने चो योगः णिच् चो णिच् इत्यस्य वृद्धिः अचोन्निति इत्यनेन वृद्धिः भवति. चो इत्यस्य वृद्धिः छौ इति भवति. चौव्योगः णिच् इति भवति. चौव्योगः ई योगः यक् योगः ते इति अस्ति. छौ योगः इ छाब् छाब् इति भवति. णिच् इत्यस्य इ इति. सो छावियोगः यक् योगः ते छाव्यते इकः एव गुणवृद्धि अचोञ्जुनिति इत्यनेन आदेश उपदेशे आसीत् खलु तत्र आत्तं भवति खलु. ओ आदेश उपदेशे अशिति इत्यनेन अशित् प्रत्ययः अस्ति यक्. सो छो इत्यस्य कृते छा इति भवति. आम् आं महोदय. आत्वं या चो इति छा इति भवति. सो छा योगः णिच् योगः यक् योगः ते. छायोगः णिच् देन् देन् छी भवति भगिनि. अत्र इदानीं तत्र युकागमः भवति खलु अथवा पित् पुकागमः अथवा युकागमः भवेत् खलु तत्र. अत्र सत्यापभाषा तत्र तत्र एकमध्ये पुगागमः भवति अति प्रीत्यनेन आकाराणां पुगागमः सामान्यतः इति आकारः अस्ति तत्. परन्तु तत् प्रबाद्य शाश्चासा वा वेपाम् इति खलु वेपां युक् तत्र पूर्वं पै पाने इत्यत्र द्वितीयधातुः अस्ति चो शो चो आकारान्तस्य पुगागः भवति सामान्यतः अर्तिव्री इत्यनेन आकारस्य युक् भवति आम् आं महोदय अर्ति ह्री ब्ली री इत्यनेन आकारं भवितुम् अर्हति तत् प्रबाद्य शा छा सा क्वा व्या वेपां युक् इत्यनेन छा धातु कृते युक् आगमः भवति आम् प्रबाद्य युक् आम् पुक् प्रबाद्य तत् सूत्रं पुक् सूत्रं प्रबाद्य युक् सूत्रम् आगच्छति युक् आगमः भवति आम् सो च्यु च्यु इति भवति च्यु योग च्यु योगः योगः युक् आगमः आगमः आदेशः नास्ति सो चा योगः युक् छा योगः युक् छाय् भवति देन् छाय् योगः देन् णिच् योगः यक् योगः ते देन् णिच् इत्यस्य णिच् छाय् यक् इत्यस्य कारणेन णिच् इत्यस्य इकारलोपः भवति देन् छाय् छा युक् छायु छायु योगः ओ य एव युक् युक् ककारलोपः उकारमपि यकारः सो चाय चायते धन्यवादः महोदय धन्यवादः भगिनि ओके फर् गाट् आल् दाट् अभ्यासः एव सर्वेषामेव सत्यं धन्यवादः भगिनि अरुणा भगिनी अग्रिमत्रयं करोति वा वद् योगः निच् आं भगिनि वद् योगः निच् अत्र निच् उपादायः इति सूत्रेण दीर्घ भवति वृद्धि भवति वाद् योगः इ वादि इति रूपमस्ति वादि योगः भाव सार्वधात्मके यक् इति सूत्रेण वादि योगः यक् वादीयते इति रूपं निष्पन्नं भवति किल मध्ये किमपि तत्र वद् इत्यत्र वकारः अस्ति सम्प्रसारणधातुः किल तत्र सर्वं करणीयं किल ओ ओके वादि अस्ति वाकारस्य सम्प्रसारणं भवति भगिनि आं सम्प्रसारणम् अवश्यं भवति यत्र यत्र वकारान्त वकार वकारः अस्ति इत्युक्ते सम्प्रसारणी अस्ति तत्र यक् इति कित् प्रत्यय आं तत्र ऊह्यते इति रूपं साधनीयं किल तत्र प्रायः नास्ति परन्तु अत्र अग्रिमं किं सूत्रमासीत् दहि च वै व्यति वष्टि तत्रापि नास्ति वा ऊह्यते इति कथम् आगच्छति अनन्तरम् उद्यते उद्यते न ऊह्यते न उद्यते उद्यते इति उद्यते इत्येव रूपम् भगिनि पुनः वदतु वद् योगः निच् अतोपदाय कार्यं न भवति वा न तत्र सम्प्रसारणधातुः अस्ति वकारस्य सम्प्रसारणं भवति ओके वद् प्लस् निच् वदि अस्ति तत् प्लस् यक् अस्ति तदनन्तरं यक् नित् अस्ति चेत् सम्प्रसारणं भवति उकारस्थाने उकार आगच्छति उद् इ उदि य योगाय बुधियोगः नेरणिति इति सूत्रेण इकारलोप लोप भूत्वा एव अवशिष्यति उद्यते उद्यते इत्येव रूपम् उद्यते इत्येव तत्र अहं सम्प्रसारणं केन सूत्रेण इति दृष्ट्वा वदामि अस्ति वचिस्वपि यजादीनाम् इत्यत्र वद् धातुः अस्ति एव वचिस्वप् यज् वप् वसु वस् वद् वचिस्वपि यजादीनाम् इत्यनेन सत्यम् अग्रिमं प्रयत्नं करोतु क्षिप्योगः अत्र आर्धधातुकप्रत्यये अस्ति कृत्वा गुणसार्वधातुक सूत्रेण गुणः भवति भगिनि छेप्गन्तलघुपदस्य सूत्रेण गुणः भवति छेप् योग इ छेपि क्षेपि योग क्षेप्य छेप् किम् आगमः भवति क्षेप्यते न ओ ओके ओके नेरनिटि इति सूत्रेण निच् लोपः भूत्वा क्षेपय क्षेप्य क्षेप्यते एव क्षेप्यते बुद्ध समानरीत्या बुद्ध अपि सामान्यमेव प्रथमं पुगन्तलघुपदस्य पुगन्तलघुपदस्य गुणः भवति बोध् योगः निच् बोध् बोधि योगः यक् नेरनीतिसूत्रेण निच् लोप भूत्वा बोध्य बोध्यते इति रूपं निष्पन्नं बोध्यते सम्यक् बोध्यते इति समीचीनं धन्यवादः भगिनि महोदय अग्रिमत्रयं करोति वा तत्र स्टार् मार्क् अपि अस्ति महोदय किमर्थं भगिनि अत्र कृषियोग निच् अस्ति कृषिः इति निच् इदानीं तत्र आदर्शव्यक्तनेन गुणः भवति कर्ष इति भवति कर्ष कर्ष इति भवति एकं च कर्ष तत्रैव किमपि समीचीनं परन्तु अत्र एव किमपि प्रश्नः अस्ति भो अत्र कृष् गुणं कृत्वा इति किमपि अस्ति तत् पठतु गुणम् अत्र कृष् गुणं कृत्वा कश् इति कथं भवति ऋकारस्य कुतः कुतः तस्य न न तत्र उरन् रपर इत्यनेन अत्र पुनः पठामि सम्पूर्णं कृष् इत्यस्य गुणं गुण इति अकारः भवति खलु मूलं अतः कश् इति भवति कश् इत्यस्य अत उपादायाः अतः उरन् रपर इत्यनयोः एकत्र प्राप्ति अस्ति किम् इति अस्ति अत उपादाय इति कश् इति अस्ति इदानीं तत्र उरण् रपरायुष्येन ऋकारः भवति रेप्सा रेपः भवति अथवा अत उपादायः इत्यस्य एकत्र प्राप्तिः अस्ति वा इति प्रश्नः भवति चेत् अत उपादायाः परसूत्रम् अपि च तयोः अन्यत्र अन्यत्र अर्धावकाशः अस्ति तदाधारेण तस्य बलं स्यात् किन्तु नैव तथा यतोहि रपरबलेन ऋकारस्य स्थाने गुणादेशः अकारः भवति रपरत्वं न भवति चेत् ऋकारस्य स्थाने गुणादेशः न भवति एव रपरः भवेत् एव रपरकारणेन तत्र तत्र गुणः भवितुम् अर्हति तत्र स्थानान्तरतम् इत्यनेन गुणः भवति खलु तत्र ऋकारस्य ऋकारस्य स्थानान्तरतमः इत्यनेन अकारः एव भवति रेपशिरस् अर् इत्यनेन तत्र रेप् इदानीम् अर् अस्ति तस्मिन् अस्ति इति कृत्वा अन्यथा किं भवति ऋकारस्य तु स्थानमपि सामान्यं नास्ति खलु तदेव अकारः एव अकारः एव तदेव वयं पठितवान् न तदेव वयं पठितवन्तः तत्र साम्यं नास्ति तत्र सदृशतमः इति कृत्वा अकारः एव आगच्छति अतः ऋकारस्य अकारः एव स्थानेन्तरतमः इत्यनेन आगच्छति परन्तु सर्वदा रपरः अण् विधीयते चेत् सर्वदा रपरः इति कृत्वा उरण् रपरः इत्यनेन अर् इति भवति अथवा यदा उरण् रपरः इत्यस्य प्रसक्तिः नास्ति चेत् अकारः एव भवति यदा अत्र महोदयेन प्रदर्शितं कश् इति रूपं ऋकारस्य अकारः तत्र मुद्रणदोषः नास्ति खश् इति मुद्रणः नास्ति अत्र भगिनी अहं पठितवान् कुत्रापि प्रायः अष्टादे डाट् काम् मध्ये एव तत्र अर् इति भवति तदा एव तत्र अर् इति भवति इति कृत्वा एव तत्र अर् इत्यस्य वयं तत्र स्थानान्तरम् इत्यनेन कर्तुं शक्यते न तु अन्यथा इति अकारस्य कण्ठ अस्ति खलु ऋकारस्य मूढ अस्ति क्षम्यतां अकारस्य कण्ठ अस्ति एकार अदें गुणः खलु एकार गुणवर्णके एकारस्य कण्ठताल् कण्ठतालु कण्ठोष्ठः तत्र रेप भवति रेपस्य मूर्धा अस्ति इति कृत्वा तत्र न भवति इति कुत्रापि मया पठितवान् अतः अहं चिन्तितवान् अतः तत्र गुणः भवति अर् इति आदेशः भवति खलु तत्र उरण्डपर इत्यनेन तत्र गुण इति ऋकारस्य गुणवर्ण अर् एव अस्ति खलु प्रश्नः एव न भवितुम् अर्हति अहं चिन्तयामि तत्र कश्च इति कश्चित् गुणं कृत्वा कश्च इति कदापि न भवति कर्षि एव भवति खलु कथं तद् तु फलितार्थः किल अन्ते तादृशं भवति परन्तु चिन्तने वयं कदा कुर्मः गुणवर्ण तस्य स्थानेन्तरतमः इत्यनेन अकारः एव आदेशः भवति इत्युक्ते तत्र लिखितवान् भगिनि अत्र रकार अर् इति भवति तदा तत्र गुणः भवति अर् इति तदा सर्वदा रेपशिरस्क एव भवति अकारः अतः तत्र अर् इत्यस्मिन् तत्र रेप् मूर्धन्य अस्ति अतः तत्र वयं तत्र स्थानान्तर इत्यनेन कर्तुं शक्नुमः इति उक्तवान् अतः तत्र अहं चिन्तितवान् तत्र सर्वदा ऋकारस्य गुणः अर् इति भवति न तु अ इति तत् कथं वा भवति तत्र अथ उपदय सर्वदा भवति एव तद् वयं तत्तु अन्ते भवति एव तद् कथं साधितवन्तः इत्युक्ते परिभाषासूत्रम् उरण्ड्रपरः इत्यनेन साधितवन्तः तदपि सहायकसूत्रम् अस्ति सर्वदा वयं विधिसूत्रमेव वदामः किल तत्र अनन्तरं तत्र महोदय दत्तमस्ति रपरत्वं न भवति चेत् ऋकारस्य गुणादेशः न एव भवति न भवति सत्यं अतः यद्यपि उरण्ड्रपर इत्यस्य अपेक्षा अथ उपदय परसूत्रम् अपि च तयोः अन्यत्र अवकाशः अस्ति तथापि अत्र अथ उपदाय इत्यस्य अत्र प्रसक्तिः एव नास्ति खलु प्रसक्तिः नास्ति तद् वयं जानीमः सर्वं जानीमः परन्तु प्रमाणैः एव सर्वदा किल कथं तत्र तादृशनिर्णयः कृतवन्तः किमर्थं तत्र अथ उपदायाः इत्यस्य कार्यं न स्यात् इति प्रश्नः भवति एव किल लूप् होल् कदापि मा भवतु इति वयम् अर् इति एव भवति सत्यमेव तत्र रपरत्वं नास्ति चेत् तद् न भवति अपि साधु एव परन्तु तद् वक्तव्यं तावदेव तदपि पठतु महोदय अथ उपदायः इत्यनेन उपदाय इत्यनेन उपदायम् अतः वृद्धि नितिनिति प्रत्यये परे उरण्ड्रपर उरण्ड्रपरः ऋकारस्थाने यदा अणादेशः भवति तदा सः सदा रपरः भवति सदा रपरः तदेव अस्माकं मूलविषयः सदा अण् सदा रपरः तावदेव अस्तु इदानीं रूपं वदतु महोदय कृष्योगनिच् इदानीं कर्षियोगनिच् कर्षि इति भवति इदानीं कर्षियोग यक् योग ते तत्र नेर्णिट् इत्यनेन एकारस्य लोपः कर्ष्यते इति भवति एदियोगनिच् अस्ति तत्र उपदायां एकार अस्ति किमपि कार्यं नास्ति एधि इति भवति एधियोग यक् योग ते एध्यते एव तत्र एकार णिच् णिच् लोपः भवति नेर्णिट् इति सूत्रेण गणयोग णिच् अस्ति गणयोग णिच् इति गण इति अकार अस्ति एव खलु तत्र गण इत्यते यदा अस्माकं कथा दातु तादृशमेव अतः अस्तु अत्र कथ इत्यनेन अतो लोपः भवति अतो लोपः इत्यनेन तत्र अकारलोपः भवति आर्धात्कृतस्य परि णिच् इति आर्धात्कृतस्य अस्ति इति कृत्वा तत्र गणयोग णिच् इदानीं तत्र अथोपदस्य प्रसक्तिः नास्ति अचपदस्य पूर्वविधनेन तत्र अतः गण एव गणि इति भवति गणियोगणिच् गणियोग सारि गणियोग यक्योग ते गण गण्यते इति भवति गण्यते परिगण्यते वयं वदामः किल अनेन गण्यते धन्यवादः तदेव गण् सत्यं गण् दातुः अस्तु भगिनि भवत्याः क्रमः एव अग्रिमं तृतीयम् इति पठतु भगिनि अत्र प्रश्नः उदेति तद् सर्वं तत्सर्वम् अभवत् तृतीयप्रक्रिया लटि लोटि लङ्गि विधिलिङ्गि सन्नन्तदातवः यङ्गन्तदातवः सन्नन्तदातवः सन्नन्तदातवः इच्छार्थे भवन्ति यथा पठितुम् इच्छति पिपठिष्यति कर्तुम् इच्छति चिकीर्षति गन्तुम् इच्छति जिघमिषति सन्नन्तरूपाणां दातवः सदा अदन्ताः भवन्ति यथा पट् योगः सन् प्रत्ययः योजनेन पीपटिष इति धातुः तत्र अस्तु भगिनि शकारः अत्र द्वित्वं भवति खलु महोदय सनन्तदातुः द्वित्वं भवति सत्यं द्वित्वं सर्वं कृत्वा पक्तिपटिष इति आगच्छति सन् चिकीर्ष इति धातुः गम् योगः सन् जिघमिष इति धातुः अग्रे पठामि वा सन्नन्तदातवः सदा एव अदन्ताः इति कारणतः यकी परे तेषां सर्वेषां कार्यं समानम् अतो लोपः इत्यनेन अदन्त अङ्गस्य ह्रस्व अकारस्य लोपः भवति आर्धदातुके प्रत्यये परे अस्ति चेत् यक् आर्धधातुकसंज्ञकः अतः यकी परे सन्नन्तधातूनाम् अकारलोपः भवति यथा पिपटिष योगः यक् अतो लोपः इत्यनेन अदन्त अङ्गस्य ह्रस्व अकारः लोपः भवति आर्धधातुके प्रत्यये परे पिपटिष इदानीं यक् यक् मध्ये यक् या एव तिष्ठति पीपटिष्य योज एतत् योजनेन पीपटिष्य इति भवति योगः ते आत्मनेपदिनः सन्नन्तरूपम् अतः तत्र पीपटिष्यते इति भवति अत्र अतोलोपः इत्यनेन अदन्त अङ्गस्य ह्रस्वः भवति अतः एतत् आर्धधातुकप्रत्यये परे अस्ति चेत् अकारस्य लोपः भवति अनन्तरं यक् भवति तत् मध्ये या एव तिष्ठति तादृशमेव चिकीर्ष यक् अतो लोपः इत्यनेन चिकीर्ष्य भवति ह्रस्व अकारः भूत्वा चिकीर्ष्य इति भवति ते योजनेन चिकीर्ष्यते इति भवति तादृशमेव जिघमिष योगः यक् अतोलोपः इत्यनेन ह्रस्व अकारस्य लोपः भूत्वा जिघमिष्य इति भवति ते योजनेन जिघमिष्यते इति आत्म अन्तिम आत्मरूपं निष्पन्नमत्र अत्र तत्र अतोलोपः इत्यस्य प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं पठतु भगिनि अनन्तरं प्रश्नः आगच्छति अतोलोपः एतत् षष्टमाध्याये चतुर्थपादे अष्टचत्वारिंशत् तमसूत्रेण सूत्रमस्ति अत्र अदन्त अङ्गस्य ह्रस्व अकारः लोपः भवति आर्धधातुके प्रत्यये परे अस्ति चेत् अनन्तरम् अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य लोपः आर्धधातुके उपदेशे इति इत्येव सूत्रं वदति तत्र उपदेशावस्थायामेव अतः अङ्गस्य लोपः इदानीं पिपटिष इति सनन्तरूपम् अस्ति तत्रापि अतोलोपः इत्यस्य कार्यं भवति वा न वा इति प्रश्नः तदेव अग्रिमपरिच्छेदे अस्ति अस्तु भगिनि, धन्यवादः. प्रायः उषा भगिनी पठति वा अत्र प्रश्नः आयाति? तद् सम्यक् एव. यदा वयम् इदानीम् एकं सूत्रं दृष्टवन्तः किल, तदेव प्रायः पुनः आगच्छति. अत्र आं भगिनि, अत्र प्रश्नः उदेति, पिपटिषयोगः यक् इति अवसरे अथो लोपः अकृत् सार्वधातुकयो दीर्घः अत्र प्रश्नः आयाति, यत् पिपटिष इति धातुः औपदेशिकधातुः नास्ति, अतः कथं वा अथो लोपः इत्यस्य कार्यं भवेत्? अतो लोपः इत्यस्य अनुवृत्तिसहितसूत्रं भवति, अतः अङ्गस्य लोपः सार्वधातुके उपदेशे आर्धधातुके उपदेशे अतो लोपः इत्यस्य अनुवृत्तिसहितसूत्रं भवति, अतः अङ्गस्य लोपः आर्धधातुके उपदेशे अस्मिन् च उपदेशे इति अस्ति, तत् अर्थञ्च जिज्ञासा. उत्तरम् एवं यत् उपदेशे इत्युक्ते औपदेशिकधातुः इति न. धातोः यः प्रत्ययः विधीयते तस्य प्रत्ययस्य उपदेशकाले अङ्गम् अदन्तं भवेत्. अत्र प्रकृतौ यस्मिन् समये यक् प्रत्ययः उपदिष्टः अत्र प्रकृतौ यस्मिन् समये यक् प्रत्ययः उपदिष्टः तस्मिन् एव काले अङ्गम् अदन्तं स्यात्. प्रक्रियाक्रमे कालान्तरे अङ्गम् अदन्तं भवति चेत् अतो लोपः अनेन प्रसक्तं न भवति. अतः धातुः आतिदेशिकः चेदपि अथो लोपः इत्यस्य कार्यं भवति. आं भगिनि, अनुवृत्तिसहितसूत्रं भवति, अतः अङ्गस्य लोपः आर्धधातुके उपदेशे. अत्र अथो लोपः इति सूत्रं पिपटिषयोगः यक् इति स्थिते अथो लोपः इत्यनेन अन्तिम अकारस्य लोपः भवति. यक् इति आर्धधातुकप्रत्ययः परः अस्ति, तत्कारणतः पिपटिश् इति भवति, देन् पिपटिष्यते इति रूपं सिद्ध्यति. अत्र प्रश्नः आयाति, पिपटिष इति धातुः औपदेशिकधातुः नास्ति, यतोहि सनन्तरूपेण धातुः भवति. सनन्तरूपेण पिपटिष इति धातुः धातुपाठे नास्ति, पट्योः पट् इति अस्ति. अनन्तरं सनन्तरूपेण एव पिपटिष इति धातुः भवति. अतोलोपः इत्यस्य अनुवृत्तिसहितसूत्रम् उपदेशे इति अस्ति. उपदेशे इत्युक्तत्वात् कथं अतोलोपः इत्यस्य सूत्रं भवितुम् अर्हति पिपटिष इति कृते इति एव प्रश्नः. उत्तरं भवति, उपदेशे इत्युक्ते औपदेशिकधातुः इति नास्ति. धातोः यः प्रत्ययः विधीयते तस्य प्रत्ययस्य उपदेशकाले अङ्गम् अदन्तं भवेत्. अत्र प्रत्ययस्य उपदेशकाले यक् इत्यस्य उपदेशकाले अङ्गम् आल्रेडि अदन्तं भवेत् अभवत्. पिपटिष इति अङ्गम् अस्ति, तत्र अकारः अन्तिमवर्णः अस्ति. अत्र प्रकृतौ यस्मिन् समये यक् प्रत्ययः उपदिष्टः प्रक्रियस्य काले यक् प्रत्ययः तस्मिन् काले अङ्गम् अदन्तम् अस्ति आल्रेडि अभवत् अङ्गम् पिपटिष. सो प्रक्रियाक्रमे कालान्तरे अङ्गम् अदन्तं भवति चेत् अतो लोपः इत्यस्य प्रसक्तिः प्रक्रिया अत्र यक् उपदेशस्य कृते अङ्गम् अदन्तम् अस्ति, तत्कारणतः अतो लोपः इत्यस्य प्रसक्तिः भवति इति उत्तरं. भगिनी, सनन्त इति अपि उपदेशे अस्ति, सन् प्रत्ययः उपदेशे अस्ति, सो उपदेशे इति सो पिपटिष इति औपदेशिकधातु इति धातुरूपे नास्ति. धातुपाठे पिपटिष इति धातु नास्ति, पट् इति धातोः एव अस्ति. बट् सनात्यन्तधातवः इत्यनेन धातुरूपं भवति. सो उपदेशे नूतनधातु सिद्ध्यति उपदेशे इति. सो सन् उपदेशे अस्ति. यक् विधीयते आर्धधातुकस्य अतो आर्धधातुकस्य उपदेशकाले इति अस्ति खलु, उपदेशकाले इति न तु उपदेश उपदेश धातोः उपदेश उपदेशः नास्ति, उपदेशधातोः नास्ति. आर्धातुक उपदेश आर्धातुकविधानं विधानकाले इति अस्ति, तादृश उपदेशकाले इति अर्थः खलु. उपदेशकाले तस्मिन् समये इति अर्थः, न तु अन्य अर्थः वयम् इदानीं चर्चयन्तः खलु. तद् नास्ति उपदेशे इति उपदेश अवस्थायाम् उपदेश अवस्थायां उपदेश अवस्थायां तस्य प्रसक्तिः भवति इति वयमपि बहुवारम् अस्माकं वर्गे चर्चितवन्तः. उपदेश अवस्थायां नास्ति, अतः इदानीं तस्य प्रसक्तिः न भवति इति. परन्तु अत्र अतोलोपः इत्यस्मिन् विषये आर्धधातुके उपदेशे अत्र आर्धधातुकप्रत्ययः उपदेश अवस्थायां स्थितां तत्र अतोलोपः इत्यनेन अदन्ताङ्गस्य अकारस्य लोपः भवति. इदानीं यक् पदा विधीयते इत्युक्ते पिपटिष इति अकारान्तम् अस्ति चेदेव यक् विधानं भवति. इदानीं तद् उपदेश अवस्था अस्ति, धातोः उपदेश अवस्था नास्ति प्रत्ययस्य विषये. प्रत्ययस्य उपदेशकालम् इदानीमेव तद् विधीयते. प्रक्रियाक्रमे अग्रे यदा कदापि वयं किमपि अन्यत् सर्वं कृत्वा अनन्तरं यदा वयं उपदेशकालः इति कृत्वा अधोलोपः न कर्तुं शक्नुमः तावदेव. आफ्टर् 4-5 स्टेप्स् वि काण्ट् डु अधोलोपः. इदानीं यदा यक् विधीयते तत्र एव उपदेश अवस्था अस्ति. अन्यत् यक् विधीयते, अन्यत् किमपि कार्यं सर्वं कृत्वा अनन्तरम् अतोलोपः तादृशं न भवति. रूपपरिवर्तनं सर्वम् आदेशः आगमः सर्वं कृत्वा अतोलोपः इत्यस्य प्रसक्तिः न भवति. यदा यक् विधीयते समानसमये इति प्रायः चिन्तयतु. समानसमये तस्य कार्यम् आदौ प्रथमकार्यं यदा अस्माकं संज्ञा कार्यं तादृशं विधीयमानकाले सत्यं अनन्तरम् अग्रे अभ्यासः अस्ति, किञ्चित् प्रयत्नं कुर्वन्तु. अनन्तरं यङ्गन्तदातवः अग्रिमसप्ताहे पश्यामः. अनन्तरं लिट् लुट् इति एव आगच्छति. अस्तु, अद्य समापयामः वा? धन्यवादः भगिनी.